आम् ॐ श्री परमात्मने नमः। ॐ श्री परमात्मने नमः। अथ श्रीमद्भगवद्गीताध्यानम्। अथ श्रीमद्भगवद्गीताध्यानम्। ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्। ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्। व्यासेन क्रथितां पुराणमुनिना मध्ये महाभारतम्। व्यासेन घटितां पुराणमुनिना मध्ये महाभारतम्। अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम्। अद्वैतामृतवर्षिणीं भगवती अष्टादशाध्यायिनी। अम्बत्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम्। अम्ब त्वामनुसन्धदामि भगवद्गीते भवद्वेषिणी। नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र। नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्र नेत्र। येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः। येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः। प्रपन्नपारिजाताय स्तोत्रवेत्रैकपाणये। प्रपन्नपारिजाताय स्तोत्रवेत्रैकपाणये। ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। वसुदेवसुतं देवं कंसचाणूरमर्दनम्। वसुदेवसुतं देवं कंसचाणूरमर्दनम्। देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला। भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला। शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला। शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला। अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी। अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी। सोत्तीर्णा खलु पाण्डवैरणनदी कैवर्तकः केशवः सोत्थीर्णा खलु पाण्डवैरननदी कैवर्तकःकेशवः पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम् पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम् नानाख्यानकेशरं हरिकथा सम्बोधनाबोधितम् नानाख्यानकेसरं हरिकथा सम्बोधनाबोधितम् लोके सज्जनषट्पदैरहरः पेपीयमानं मुदा लोके सज्जनषट्पदैरहरः पेपीयमानं मुदा भूयाद्भारतपङ्कजं कलिमल प्रध्वंसिनः श्रेयसे भूयाद्भारतपङ्कजं कलिमल प्रध्वंसिनः श्रेयसे मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् यत्कृपातमहं वन्दे परमानन्दमाधवम् यत्कृपातमहं वन्दे परमानन्दमाधवम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् यं ब्रह्मा वरुणेन्द्ररुद्रमरुतस्तुन्वन्ति दिव्यैस्तवैः यं ब्रह्मा वरुणेन्द्ररुद्रमरुतस्तुन्वन्ति दिव्यैस्तवैः वेदैः साङ्गपदक्रमोनि उपनिषदैः गायन्ति यं सामगाः वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनः यस्यान्तन्न विदुः सुरासुरगणा देवाय तस्मै नमः यस्यान्तं न विदुःसुरसुरागणाः देवाय तस्मै नमः गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयत पुमान् अथ गीतामाहात्म्यम् गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् विष्णोः पदं वाप्नोति भयशोकादिवर्जितः विष्णोः पदमवाप्नोति भयशोकविवर्जितः गीताध्ययनशीलस्य प्राणायामपरस्य च गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च मलनिर्मोचनं पुंसां जलस्नानं दिने दिने मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सकृत् गीताम्भसि स्नानं संसारमलनाशनम् सकृत् गीताम्भसि स्नानं संसारमलनाशनम् गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः या स्वयं पद्मनाभस्य मुखपद्माद्विनी श्रुता या स्वयं पद्मनाभस्य मुखपद्माद्विनी श्रुता भारतामृत सर्वस्वं विष्णोर्वक्त्राद्विनी श्रुतम् भारतामृत सर्वस्वं विष्णोर्वक्त्राद्विनी श्रुतम् गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् एकं शास्त्रं देवकी पुत्र गीत एकं शास्त्र देवकी पुत्र गीतम् एको देवो देवकी पुत्र एव एकं शास्त्रं देवकी पुत्र गीतम् एको देवो देवकी पुत्र एव एको मन्त्रस्य तस्य नामानि यानि कर्माप्यकं तस्य देवस्य सेवा एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ॐ श्री परमात्मने नमः ॐ श्री परमात्मने नमः श्रीमद्भगवद्गीता श्रीमद्भगवद्गीता अथ त्रयोदशोऽध्यायः अथ त्रयोदशोऽध्यायः श्रीभगवानुवाच श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः एतज्ञो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम क्षेत्रक्षेत्रज्ञोर्ज्ञानं यत्तज्ज्ञानं मतं मम तत्क्षेत्रं यच्च यादृक्च यद्विकारयतश्च यत् तत्क्षेत्रं यच्च यादृक्ष यदित्राकारी यदश्च यत् तचयो यत् प्रभावश्च तत्समासेन मे शृणु सचयो यत् प्रभावश्च तत्समासेन मे शृणु ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ब्रह्मसूत्रपदैश्चैव हेतुमद्विनिश्चितैः महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः इच्छा द्वेषः सुखं दुःखं सङ्घात चेतना धृतिः एतत् क्षेत्रं समासेन सविकारमुदाहृतम् एतत् क्षेत्रं समासेन सविकारमुदाहृतम् अमानित्वमदम्बित्वम् अहिंसा क्षान्तिरार्जवम् अमानित्वम् अहिंसा शान्तिराज्यवम् आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः इन्द्रियार्थेषु वैराग्यम् अनहङ्कार एव च इन्द्रियार्थेषु वैराग्यम् अहङ्कारमेव च जन्म मृत्यु जरा व्याधि दुःख दोषानुदर्शनम् जन्म मृत्यु जरा व्याधि दुःख दोषानुदर्शनम् आसक्तिरनभिश्वङ्ग पुत्रदार गृहादिषु नभिश्वङ्ग पुत्रदारगृहादिषु नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु नित्यं च समचित्तं चित्तमिष्टानिष्टापत्तिषु मयि चानन्ययोगेन भक्तिरव्यभिचारिणी मयि चानन्ययोगेन भक्तिरव्यभिचारिणी विविक्तदेशसेवित्वम् अरतिर्जनसंसदि कृपया एकवारं विविक्तदेशसेवित्वम् अरतिर्जनसंसदि विविक्तदेशसेवित्यम् अरविद्जनसंसदि अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् एतद् ज्ञानमिति प्रोक्तम् अज्ञानं यदतोऽन्यथा एतज्ज्ञानमिति प्रोक्तम् अज्ञानं यत्तो अन्यथा ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वा अमृतमश्नुते. ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ञानत्वामृतमश्नुते. अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते. अनादिमत् परं ब्रह्म न सज्ज्ञानसंदुच्यते. सर्वतः पाणिपादं तत् सर्वतोक्षिशिरोमुखम्. सर्वतः पाणिपादं तत् सर्वतोक्षिशिरोमुखम्. सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति. सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति. सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्. सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्. असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च. असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च. बहिरन्तश्च भूतानाम् अचरं चरमेव च. बहिरन्तश्च भूतानां चरं चरमेव च. सूक्ष्मत्वात् तदविज्ञेयन् दूरस्थं चान्तिके च तत्. सूक्ष्ममत्वात् विज्ञेयं दूरस्थं चान्तिके च तत्. अविभक्तं च भूतेषु विभक्तमिव च स्थितम्. अविभक्तं च भूतेषु विभक्तमिव च स्थितम्. भूतभर्तृ च तज्ञेयं ग्रसिष्णु प्रभविष्णु च. भूतभर्तृ च तज्ञेयं ग्रहिष्णु प्रभविष्णु च. ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते. ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते. ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्. ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्. इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः. इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः. मद्भक्तये तद्विज्ञाया मद्भावायोपपद्यते. मद्भक्तये तद्विज्ञाया मद्भावायोपपद्यते. प्रकृतिं पुरुषं चैव विध्यनादीवुभावपि. प्रकृतिं पुरुषं चैव विध्यनादीवुभावपि. विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्. विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्. कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते. कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते. पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते. पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते. पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्. पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्. कारणं गुणसङ्गोऽस्य सदसद्यो निजन्मसु. कारणं गुणसङ्गोऽस्य सदसद्यो निजन्मसु. उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः. उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्यः उपासते अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम् यावत् सञ्जायते किञ्चित् तत्त्वं स्थावरजङ्गमम् क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् विनश्यत् स विनश्यन्तं यः पश्यति स पश्यति विनश्यत् स विनश्यन्तं यः पश्यति स पश्यति समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् नहि नस्त्वात्मनात्मानं ततो याति पराङ्गतिम् नहि नस्त्यात्मनात्मानं ततो याति पराङ्गतिम् प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः यः पश्यति तथात्मानम् अकर्तारं न स पश्यति यः पश्यति तथात्मानम् अकर्तारं स पश्यति यदा भूतपृथग्भावम् एकस्तमनुपश्यति यदा भूतपृथग्भावम् एकस्थमनुपश्यति तत एव च विस्तारं ब्रह्म सम्पद्यते तदा तत एव च विस्तारं ब्रह्म सम्पद्यते तदा अनादित्वा निर्गुणत्वात् परमात्मायमव्ययः अनादित्वान्निर्गुणत्वात् परमात्मायमव्ययः शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते यथा सर्वगतं सौक्ष्म्यात् आकाशं नोपलिप्यते यथा सर्वगतं सौक्ष्म्यात् आकाशं नोपलिप्यते सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत क्षेत्रक्षेत्रज्ञयोरेवम् अन्तरं ज्ञानचक्षुषा क्षेत्रक्षेत्रज्ञयोरेवम् अन्तरं ज्ञानचक्षुषा भूतप्रकृतिमोक्षञ्च ये विदुर्यान्ति ते परम् भूतप्रकृतिमोक्षञ्च ये विदुर्यान्ति ते परम् ॐ तत्सदिति श्रीमद्भगवद्गीतासु ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु उपनिषत्सु ब्रह्मविद्यायां ब्रह्मविद्यायां योगशास्त्रे योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॐ श्रीकृष्णार्पणमस्तु ॐ श्रीकृष्णार्पणमस्तु यदक्षरं प्रदभ्रष्टं मात्राहीनं तु यद्भवेत् तत्सर्वं क्षम्यतां देव नारायणि नमोऽस्तु ते कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात् करोमि यद्यः सकलं परस्मै नारायणायेति समर्पयामि धन्यवादः महोदय